Aos domingos às 22 horas, Joana Santos leva-o até ao outro lado do espelho mágico com músicas, sons e palavras envolventes durante 30 minutos. Espelho Mágico, uma viagem ao mundo encantado, do lado lá do espelho, aos domingos às 10 da noite com Joana Santos. Faça uma viagem romântica na Antena Web. Às segundas-feiras, pelas 21 horas, Ricardo Teodoro deixa-lhe Romantismo no Ar. Romantismo no Ar. Todas as segundas-feiras, às 21 horas, aqui, na sua Antena Web. Prepare-se para entrar agora num momento de paz. R.E.M. traz-lhe agora as melhores músicas, mais calmas, mais relaxantes. Enfim, o melhor para o seu início de noite. R.E.M. Janani Kamyami Sharanam विश्वपापो जलपापो भवति मधुपापोपमगिरा निरातङ्कोरङ्को विहरति चिरं कोटिकनकैः तवा पर्णे कर्णे विशति मनुवर्णे फलमिदम् जनः को जानीते जननि जपनीयं जपविधौ चिताभस्मालेपो गरलमशनं दिक्पटधरो जटाधारी कण्ठे भुजगपतिहारी पशुपति कपाली भूतेशो भजति जगदीशैकपदवीं भवानी तत्पाणि ग्रहण परिपाटी फलमिदम् न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि जनमे न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः अतस्त्वां संयाचे जननि जननम् यातु मम वै गुणानि रुद्राणि शिव शिव भवानीति जपतः नाराधितासि विधिना विविधोपचारि किं वृक्षचिन्तनपरैर्न कृतं वचो त्वमेव यदि किञ्चन मय्यनाके तत्से कृपामुचितमम्ब परं तवैव आपत्सुमग्नः स्मरणं त्वदीयं करोमि दुर्गे करुणालवेशि नैतच्छठत्वं मम भावयेथा क्षुधार्तुषाता जननीं स्मरन्ति जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि अपराधपरं परापरं न हि माता समुपेक्षते सुतम् मत्समः पातकी नास्ति पापग्नी त्वत्समानहि एवं ज्ञात्वा महादेवी यथा योग्यं तथा कुरु नमोऽस्तु ते नमोऽस्तु ते नमोऽस्तु ते नमोऽस्तु ते महालक्ष्मी नमोऽस्तु ते नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते शङ्खचक्रददाहस्ते महालक्ष्मी नमोऽस्तु ते नमोऽस्तु ते नमोऽस्तु ते महालक्ष्मी नमोऽस्तु ते नमस्ते गरुडारूढे कोलासुरभयङ्करि सर्वपापहरे देवी महालक्ष्मी नमोऽस्तु ते नमोऽस्तु ते नमोऽस्तु ते महालक्ष्मी नमोऽस्तु ते सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि सर्वदुःखहरे देवी महालक्ष्मी नमोऽस्तु ते सर्वदुःखहरे देवी महालक्ष्मी नमोऽस्तु ते नमोऽस्तु ते नमोऽस्तु ते महालक्ष्मी नमोऽस्तु ते सिद्धि बुद्धि प्रदे देवी भुक्ति मुक्ति प्रदायिनी मंत्रमूर्ते सदा देवी महालक्ष्मी नमोस्तुते नमोस्तुते नमोस्तुते महालक्ष्मी नमोस्तुते आद्यंतरहिते देवी आद्यशक्ते महेश्वरी योग जेयोग संभूते महालक्ष्मी नमोस्तुते नमोस्तुते नमोस्तुते महालक्ष्मी नमोस्तुते स्थूल सूक्ष्म महारात्रे महाशक्ते महोदरे स्थूल सूक्ष्म महारात्रे महाशक्ते महोदरे महापाप हरे देवी महालक्ष्मी नमोस्तुते महापाप हरे देवी महालक्ष्मी नमोस्तुते नमोस्तुते नमोस्तुते महालक्ष्मी नमोस्तुते पद्मासनस्थिते देवी परब्रह्मस्वरूपिणी परमेशी जगन्मातर महालक्ष्मी नमोस्तुते नमोस्तुते नमोस्तुते महालक्ष्मी नमोस्तुते श्वेतांबरधरे देवी नानालंकार भूषिते जगत्स्थिते जगन्मातर महालक्ष्मी नमोस्तुते नमोस्तुते नमोस्तुते महालक्ष्मी नमोस्तुते REM पुलकभूषणमाश्रयन्ति गङ्गाङ्गनेव मुकुलाभरणं तमालम् अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवताय मुहुर्विदधते वदने मुरारे प्रेमत्र पाप्रणिहितानि गतागतानि माला तादृशोर्मधुकरीव महोत्पलेया सा मे श्रियं दिशतु सागर संभवाय विश्वामरेन्द्र पद विभ्रमदान दक्षम् आनंद हेतुरधिकं मुरवित्विषोऽपि ईशन्निषीदतु मयि क्षणमीक्षणार्थम् इन्दीवरोदर सहोदरमिन्दिरा क्षमधिगम्यमुदा मुकुन्दम् आनन्दकन्दमनिमेषमनङ्गतन्त्रम् आकेकरस्थितकनीनिकपक्ष्मनेत्रम् भूत्यै भवेन्मम भुजङ्गशयाङ्गनाय बाह्वन्तरे मधुजित श्रितकौस्तुभेय हारावलीव हरिनीलमयी विभाति कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयाय कालाम्बुदालिललितोरसिकैटभारे धाराधरे स्फुरति यातडिदङ्गने समस्त जगतां महनीयमूर्ति भद्राणि मे दिशतु भार्गवनन्दनाय प्राप्तं पदं प्रथमतः खलु यत्प्रभावा माङ्गल्यभाजि मधुमाथिनि मन्मथे मय्यापते तदिह मन्थरमीक्षणार्थम् मन्दालसञ्च मकरालय कन्यकाय दयानुपवनो द्रविणाम्बुधाराम् अस्मिन्न किञ्चन विहङ्गशिशौ विषण्णे दुष्कर्म घर्ममपनीय चिराय दूरम् नारायण प्रणयिनी नयनाम्बुवाः इष्टाविशिष्टमतयोऽपि ययादयार्द्र दुष्ट्या त्रिविष्टपपदं सुलभं लभन्ते दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टा पुष्टिं कृषिष्ट मम पुष्करविष्टराय कीर्देवतेति गरुडध्वज सुन्दरीति शाकम् भरीति शशिशेखरवल्लभे सृष्टिस्थितिः प्रलयकेलिषु संस्थितायै कस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणार्णवायै शक्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूम्यै नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभाय कराणि सकलेन्द्रियनन्दनानि साम्राज्यदान विभवानि सरोरुहाक्षि त्वत्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः सन्तनोति वचनाङ्गमानसैस्त्वा मुरारिहृदये सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीदमयम् दिग्धस्तिभिः कनककुम्भमुखावसृष्टः स्वर्वाहिनी विमलचारुजलप्लुताङ्गी प्रातर्नमामि जगतां जननीमशेष लोकाधिनाथ गृहिणीममृताब्धिपुत्री कमले कमलाक्षवल्लभे करुणापूरतरङ्गितैरपाङ्गैः अवलोकय मामकिञ्चनाना प्रथमं पात्रमकृत्रिमं दयाया स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमा गुणाधिका गुरुतरभाग्यभाजिनो भवन्ति ते भुवि बुधभाविताशया इति श्रीमच्छंकराचार्य विरचितं कनकधारास्तोत्रं संपूर्ण